गुरुब्रह्म गुरुविष्णुगुरुदेव महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र विभागः विभागः इति तत्र तस्य लक्षणं वयं दृष्टवन्तः तत्र संयोगनाशकः संयोगं नश्यति संयोगं नाशयति अतः तत्र संयोगस्य नाशकः इति अस्ति अपि केवलं संयोगस्य नाशकः इति न किन्तु गुणः अपि अस्ति अतः संयोगनाशकः गुणः सर्वद्रव्यवृत्ति नाम गुणः इति कृत्वा केवलं द्रव्येषु भवितुम् अर्हति किन्तु सर्वेषु द्रव्येषु भवति इति उक्तं नाम तत्र गन्धः अपि गुणः अस्ति किन्तु केवलं पृथिव्यामेव भवति किन्तु तादृशं नास्ति एषः गुणः विभागः सर्वेषु द्रव्येषु वर्तते इति अस्ति इदानीं तत्र संयोगनाशकः इति उक्तं तर्हि किमर्थं तत्र संयोगनाशकः इति विभागः इति प्रश्नः किमर्थं तत्र सारल्यार्थं संयोगनाशः एव विभागः इति अपि स्वीकर्तुं शक्नुमः खलु इति आक्षेपः अस्ति अतः तत्र आक्षेपस्य समाधानार्थं तत्र किञ्चित् वक्तव्यं भवति अतः तत्र नाशः कथं भवति इति गतवर्गे वयं तत्र दृष्टवन्तः तत्र पूर्वस्मिन् पुटे तत्र हा तत्र द्रव्यस्य नाशः तत्र यथा घटः घटनाशः तत्र कथं भवति नाम घटनाशः घटनाशः कथं भवति घटनाशः तत्र यदि कपालः नश्यति तदापि घट नश्यति अपि अन्यः नश्यति चेदपि तत्र घटः नश्यति तत्र कपालनाशेन घटनाशः अन्यकारणम् अन्यत् कारणं किम् अस्ति घटनाश नाशं प्रति कपालद्वयसंयोगनाशः कपालद्वयसंयोगनाशः अपि कारणं भवति तर्हि तत्र कपालः घटस्य समवायिकारणं समवायिकारणनाशेन कार्यस्य नाशः अपि असमवायिकारणं नाम तत्र कपालद्वयसंयोगस्य नाशेन अपि तत्र द्रव्यस्य नाशः भवति इति वयं दृष्टवन्तः अपि तत्र गुणनाशः तत्र कथं भवति इति गुणसमवायिकारणनाशात् तत्र गुणनाशः भवति एतत् वयं दृष्टवन्तः अपि निमित्तकारणनाशेन अपि तत्र गुणस्य नाशः भवति इति तत्र तत्र लघु उदाहरणं दत्तं तत्र बहु किमपि तत्र न उक्तम् अपि इदानीं तत्र समानाधिकरणगुणेनापि भवति गुणनाशः नाम तत्र समान अधिकरणे अन्यः गुणः अस्ति चेदपि तेन गुणेन एषः गुणः नश्यति इति नाम तत्र घटे तेजसंयोगेन तत्र रूपनाशः भवति अपि द्रवत्वनाशः तेजसंयोगेन अपि भवति अपि अन्तिम उदाहरणमस्ति तत्र आत्मगुणः संस्कारः कालात् रोगात् अपि चरमेण स्मरणेन अपि नश्यति तत्र स्मरणं नाम बुद्धिः संस्कारः इति आत्मगुणः आत्मनि भवति आत्मनि एव भवति बुद्धिः अपि तत्र बुद्धिः अपि गुणः अस्ति बुद्धिः केवलम् आत्मनि एव भवति अतः तत्र संस्कारः अपि बुद्धिः तेषाम् अधिकरणम् आत्मा तर्हि संस्कारः इति गुण यस्मिन् वर्तते अधिकरणे वर्तते तस्मिन्नेव अधिकरणे बुद्धिः स्मरणम् अपि वर्तते अतः स्मरणम् इति समानाधिकरणगुणः भवति संस्कारं प्रति अपि स्मरणेन तत्र संस्कारः नश्यति इति गतवर्गे वयं दृष्टवन्तः अतः तत्र समानाधिकरणगुणेन अपि तत्र गुणनाशः भवति इति एतावत् आसीत् अतः तत्र नाम तत्र एतावत् वयं पठितवन्तः नाम चर्मेण स्मरणेन एव सः संस्कारः नष्टः इति चिन्तनम् उचितं भवति अतः तत्र स्मरणानन्तरं तत्र एक सप्ताहानन्तरं तत्र संस्कारः नश्यति इति किमर्थं तत्र स्मरणस्य अनन्तरमेव यतोहि तत्र कारणकार्यभावः भवेत् तर्हि तत्र यदा तत्र स्मरणम् अस्ति तदनन्तरं नश्यति चेत् तदेव कारणम् इति चिन्तनम् उचितं भवति इति एतावत् उक्तम्। इदानीं तत्र अग्रे पश्यामः, एतावत् तत्र नाशस्य परिशीलनं किमर्थम् इत्युक्ते तत्र संयोगनाशः इति आसीत्, अतः संयोगनाशस्य अवगमनार्थं, नाम संयोगः इति गुणः, गुणस्य नाशः इति वयं दृष्टवन्तः, तत्र समवायिकारणेन गुणस्य नाशः भवितुम् अर्हति, निमित्तकारणेन अपि तत्र गुणस्य नाशः भवितुम् अर्हति, अपि तत्र समानादिकरणगुणेन अपि गुणस्य नाशः भवितुम् अर्हति। अतः तत्र गुणनाशः नाशस्य कारणं तत्र त्रिविधं, नाम समवायिकारणनाशः अथवा निमित्तकारणनाशः अथवा समानादिकरणगुणेन इति अस्ति एतावत्। अपि तत्र संयोगनाशः तस्य परिशीलनं किमर्थं, यतोहि तत्र संयोगनाशः अपि विभागः, तयोः मध्ये वैलक्षण्यं वर्तते न वा इति परिशीलनार्थम्। अतः इदानीम् अग्रे गच्छामः, इदानीं तत्र नूतनविषयः आगच्छति, तत्र विभागस्य अवगमनार्थं तत्र अन्यः विषयः अवगन्तव्यः अस्ति, तस्य उद्घाटनम् अग्रे क्रियते। अस्तु तर्हि, अतः तत्र एतावत्। गतवर्गे वयं किं पठितवन्तः, तस्मिन् विषये कोऽपि प्रश्नः अस्ति वा? अस्तु, प्रश्नः नास्ति चेत् समीचीनम्। तत्र नूतनतया तत्र नीता भगिनी नमस्कारः, नमस्कारः नरसिंहगडे महोदय, नमस्कारः, नमस्कारः मृणालिनी भगिनी, नमस्कारः, नमस्काराचार्य, नमस्कारः। अस्तु तर्हि, तत्र इदानीं तर्हि तत्र तत्र उषा भगिनी तत्र संक्षेपतश्च इति तत्र ततः एकवारं पठति वा? अस्तु महोदय। संक्षेपतश्च गुणनाशः समवायीकारणनाशात् निमित्तकारणनाशात् समानाधिकरणगुणान्तरेण कालेन रोगेण चरमस्मरणेन वा भवति इति आगतम्। वयं पूर्वं दृष्टवन्तः, गुणनाशः समवायिकारणनाशात् अत्र वयं दृष्टवन्तः, कपालस्य नाशेन घटः अपि घटः नाशः भवति इति समवायिकारणनाशात्। भगिनी अत्र गुणनाशः, गुणनाशः समवायिकारणनाशात्। गुणनाशः अत्र वयं दृष्टवन्तः, रूपम् इति गुणनाशः समवायिकारणनाशात्, घटस्य घटम् इति समवायिकारणं रूपस्य, तत्र समवायिकारणनाशात् रूपम् अपि नश्यति। निमित्तकारणनाशात् वयं निमित्तकारणं केवलं तत्र संख्या इति आसीत् उदाहरणं, एकत्वम् इति संख्या गुणः, देन् गुणस्य आश्रयः घटः, देन् सो तत्र तत्र उदाहरणम् अस्ति, किन्तु तत्र नाम तत्र अपेक्षा बुद्धिः इति ज्ञानविशेषः, अपेक्षा बुद्धिः तत्र तस्याः अपेक्षा बुद्ध्याः नाशेन द्वित्वादिसंख्या नाशं भवति इति वयं दृष्टवन्तः। सो गुणनाशः इति समवायिकारणनाशं निमित्तकारणनाशात् अपि च समानादिकरणगुणान्तरेण इति समानादिकरणे अन्यगुणेन गुणनाशः भवितुम् अर्हति इति वयं दृष्टवन्तः। यथा घटे तेजसंयोगेन श्यामादिरूपनाशः इति वयं पूर्वं पठितः. तेजस्संयोगः श्यामरूपस्य नाशः कारणं भवति. तथैव समानादिकरणगुणान्तरेण अपि च कालेन अपि वयं दृष्टवन्तः. रोगेण कालेन वयं स्मरणं यत्र नास्ति, वयं कालान्तरेण स्मर्तुं न शक्यते चेत् न शक्नुमः. तदेव कालेन रोगेणापि तथा एव भवति. वार्धक्यादिना अथवा शरीरे रोगं भवति चेदपि स्मरणं नास्ति इति वयं दृष्टवन्तः. रोगेण समानादिकरणगुणान्तरेण कालेन रोगेण चरमस्मरणेन वयं नश्यति संस्कारः. चरमस्मरणेन नश्यति इति वयं पूर्वं दृष्टवन्तः. अतः तत्र एतादृशम् अस्ति नाम गुणनाशं केन भवति इत्युक्ते तत्र कारणानि दत्तानि, समवायिकरणनाशं, निमित्तकरणनाशम् अथवा समानादिकरण अनेन गुणेन भवति इति अस्ति. अस्तु, समीचीनं भगिनि. हा अस्तु, अग्रे तर्हि पश्यामः. तर्हि अग्रे शोभ भगिनि, अग्रे. आं महोदय, इदानीं विभागसाधनाय खलु अस्माभिः प्रवृत्तं, कः लाभः अस्य विवरणस्य? वक्ष्यमाण अनुमाने विभागसाधके विवरणसौकर्यं भविष्यति. किम् अनुमानम् उच्यते? तावदेव. अस्तु, तर्हि विभागसाधनाय खलु अस्माभिः प्रवृत्तं. हा, तत्र विभागसाधनाय इत्युक्ते तत्र अस्माभिः दृष्टं यत् विभागः एव संयोगनाशः भवति खलु इति. ततः आरभ्य तर्हि तत्र अतिरिक्तं गुणं किमर्थम् इति, तत्र किं संयोगनाशस्य कृते अतिरिक्तः गुणः किमर्थं विभागः एव संयोगनाशः इति भवतु इति अस्माभिः प्रवृत्तम् आसीत्. तदनन्तरं तत्र गुणनाशः, द्रव्यनाशः एतत् सर्वं दृष्टं. कः लाभः अस्य विवरणस्य इत्युक्ते, एतावता यत् यानि विवरणानि पठितवन्तः तेषां को लाभः इति इदानीं प्रश्नः. विभागस्य विषये चिन्तनीयम् आसीत्, किन्तु इदानीं तत्र द्रव्यनाशस्य किं गुणनाशस्य एतेषु विषयेषु पठनम् अभवत् इति तत्र इति एव आशयः इति मन्ये. वक्ष्यमाण अनुमाने इत्युक्ते अग्रे वक्ष्यते इति, वक्ष्यमाण अनुमाने अनुमानम् इत्युक्ते इन्फरेन्स् इति भवति. विभागसाधके इत्युक्ते विभागसाधनाय इति साधनं साधके इति तत्र कथं भवति तत्र वक्ष्यमाण अनुमाने विभागसाधके. हा अस्तु, इत्युक्ते विशेषविशेषणं भवति. तर्हि वक्ष्यमाण अनुमाने अनुमानं कीदृशं? तर्हि अनुमानं विभागसाधकम् अनुमानम्. हा, विभागसाधकम् अस्ति नाम विभागं साधयामः अनुमानेन. अनुमाने तस्मिन् विवरणसौकर्यं भविष्यति. अस्तु, विवरणसौकर्यं भविष्यति. किम् अनुमानम् इति इदानीं अनुमानस्य किं तत्र उद्घाटितः भवति, उच्यते इति आरभते. पठामि वा अग्रे महोदय? तावत्पर्यन्तं भगिनि अतः तत्र वक्ष्यमाणे अनुमाने विभागसाधके विवरणसौकर्यं भविष्यति. नाम एतत् सर्वं तत्र विवरणस्य तत्र सारल्यार्थं तत्र एतत् सर्वं कृतम्. इदानीम् अग्रे तत्र अनुमानं नाम किम् इति अस्ति. तत्र अनुमानस्य परिशीलनं कुर्मः, किन्तु प्रथमतया तत्र वक्तव्यमस्ति नाम तत्र चतुर्विधज्ञानम् अस्ति. तत्र नाम न्यायशास्त्रे नाम प्रत्यक्षज्ञानम् अस्ति. प्रत्यक्षज्ञानं नाम किं कोऽपि वदति वा? नाम प्रत्यक्षज्ञानं नाम यत् ज्ञानं लभ्यते तदस्ति तत्र प्रत्यक्षज्ञानं. चक्षुषा तत्र श्रोत्रेन्द्रेण यत् भवति तदस्ति प्रत्यक्षज्ञानम्. द्वितीयविधं ज्ञानमस्ति तत्र अनुमानं. नाम तत्र प्रत्यक्षज्ञानं नास्ति किन्तु अनुमानेन ज्ञानं भवति इति द्वितीय तत्र द्वितीयविधज्ञानं. तृतीयमस्ति उपमानम्, अपि तदनन्तरमस्ति शाब्दबोधः. नाम यथा अस्माकं पाठः नाम कोऽपि वदति, वयं शृण्मः, श्रुत्वा अस्माकं मनसि ज्ञानं भवति. अतः तत्र शाब्दबोधेन शाब्दबोधः इति तस्य ज्ञानस्य नामकरणं. शब्देन तत्र बोधः भवति, ज्ञानं ज्ञानोदयं भवति इति कृत्वा तत्र शाब्दबोधः इति. तर्हि तत्र प्रत्यक्षम्, अनुमानम्, उपमानं, शाब्दबोधः इति अस्ति. चतुर्विधम् अस्ति ज्ञानम्. अत्र एतावत् वयं तत्र प्रत्यक्षम् इति तस्मिन् विषये किञ्चित् जानीमः, किन्तु अनुमानम् इति तत्र दीर्घविषयः, बहु किमपि तत्र साधयितुं शक्नुमः अनुमानेन. अपि एतदेव तत्र यदि विज्ञानं नाम पठामः तत्र वैज्ञानिकानामपि तत्र साधनं तु अनुमानम् एव अस्ति. नाम तत्र यदि वयं केमिस्ट्रि पठामः अथवा फिसिक्स् पठामः, यत्किमपि पठामः, तत्र अनुमानं तु तत्र तस्य महत्त्वं बहु किमपि अस्ति. अत्रापि अनुमानम् इति भवति, किन्तु अनुमानमिति ज्ञानस्य आकृतिः किञ्चित् विशिष्टा अस्ति. अतः तत्र आकृतिः कीदृशी इति अपि पठामः. किन्तु प्रथमतया एकवारं तत्र एतं परिच्छेदं पठामः. तत्र प्रायशः तत्र सर्वं अवगच्छामः इति नास्ति, किन्तु अग्रे प्रथमवाक्यस्य तत्र यदस्ति तत्र एव अनुमानम् इति अस्ति. तस्य तत्र स्पष्टीकरणार्थम् अग्रे तत्र करपत्रं वर्तते. करपत्रस्य पठनेन एतत् सर्वं सरलं भवति, निश्चयेन सरलं भवति. तर्हि तत्र नीता भगिनी अग्रे पठति वा? आश्रय नाशाजन्यगुणनाशः. आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः. आश्रयनाशाजन्यगुणनाशत्वात् आकजरूपनाशवत्. दृष्टान्ते तादृशः समानाधिकरणः गुणः तेजसंयोगः, तथा च क्रिया ततः विभागः, ततः पूर्वदेशसंयोगनाशः, ततः उत्तरदेशसंयोगः, ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति. आश्रयनाशाजन्यः तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम्. स गुण एव विभाग इति विशेषकोटिक्रमः परिशिष्टात् अवगन्तव्यः. अग्रे तत्र प्रथमवाक्यम् एव एकवारं पठतु भगिनि. आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः. आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अस्ति. तर्हि तत्र आश्रयनाशाजन्यगुणनाशः समानादिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत्. तत्र अन्तिमपदे वत् इति अस्ति. तत्र वत् नाम तत्र मतुक् नास्ति, मतुक् नास्ति, तादृशम् इति. हा समीचीनं, तादृशं तत्र तद् अन्तिममस्ति उदाहरणम् अथवा दृष्टान्तम्. अन्तिमपदं दृष्टान्तं भवति, उदाहरणं भवति. एतदेव अनुमानवाक्यमस्ति. तत्र अनुमानवाक्ये तत्र दृष्टान्तम् इति अन्तिमं यत् वत् भवति तत्र दृष्टान्तं भवति. यथा यथा एत अस्मिन् उदाहरणे अस्ति तथैव इति वदनार्थम् अन्तिमपदं सर्वदा तत्र दृष्टान्तम् अथवा उदाहरणम्. अपि तत्र तृतीयपदं नाशत्वात्, तत्र कारणपञ्चमी नाशत्वात्. अपि तत्र आश्रयनाशाजन्यः गुणनाश गुणनाशः अपि समानादिकरणगुणजन्यः इति पदद्वयमस्ति. तत्र एकः अस्ति पक्षः, अन्यः अस्ति हेतुः. तत्र एतत् सर्वं तत्र अनुमाने तत्र अंशाः भवन्ति. एतत् सर्वम् अग्रे पश्यामः. किन्तु तत्र एतद् वाक्यमेव तत्र महत्त्वपूर्णं वाक्यम्. एतेन एतदस्ति अनुमानवाक्यम्. एतेन वाक्येन वयं विभागः अस्ति अपि तत्र यथा वयं पूर्वं दृष्टवन्तः विभागकल्पनं नाम तत्र प्रक्रिया पञ्चक्षणप्रक्रिया या आसीत् तस्य समर्थनं कर्तुं शक्नुमः. अतः इदानीं तत्र अस्माकं नूतनः विषयः अस्ति तत्र अनुमानम् इति. अतः तत्र एतदेव तत्र पुस्तके उक्तं. तदनन्तरं तत्र अग्रे परम् अपरम् इति नूतनविषयः उद्घाटितः भवति. अतः तत्र एतस्य वाक्यस्य अवगमनार्थं पुस्तके किमपि न दत्तम्. अतः तत्र पुनः अस्माकं तत्र करपत्रं वर्तते. अतः करपत्रं पठामः, तेन वयम् अवगच्छामः. तर्हि तत्र यद् वाक्यं मूलवाक्यमस्ति तत्र अनुमानस्य, तस्य अवगमनार्थम् इदानीम् अत्र करपत्रम् अस्तु. तत्र करपत्रं दृश्यते वा तत्र? हा इदानीं प्रायशः दृश्यते. तत्र एकवारं यदि एतत् न दृश्यते चेत् एकवारम् अहं तत्र चाट् मध्ये अपि एकवारं तत्र अहं लिङ्क् प्रेषयामि. यतोहि तत्र यदि एतत् अत्र दृश्यते आचार्य, करपत्रं दृश्यते. दृश्यते वा? मम कृते न महोदय, कृपया स्थापयतु. यतोहि अहं मोबैल् द्वारेण योजिता अस्मि. आम् एकनिमिष चाट् मध्ये प्रेषयामि. अपि तत्र अपि तत्र अन्यथा आचार्य जालपुटात् साक्षात् उद्घाटयितुं शक्यते वा? तेन अपि किञ्चित् बृहत् दृश्यते इति वत्. किन्तु तत्र अहं न लेखितुं शक्नोमि भगिनि, अतः एव तत्र अहं तत्र अतः एव अहं तत्र एतादृशं करोमि. यतोहि तत्र न किन्तु तत्र यदि अत्र अपि अहं स्थापयामि तत्र तत्र वाट्साप् मध्ये अपि अहं प्रेषितवान्. तर्हि तत्र सर्वे तत्रापि द्रष्टुं शक्नुवन्ति. अस्तु, तर्हि तत्र इत्युक्ते तत्र इदानीं पर्यन्तं पाकजरूपनाशवत् इत्युक्ते तत् दृष्टान्तम् इति अस्ति. इदानीं एतत् सर्वम् एकमेकं पश्यामः. किन्तु अस्तु, एतावत् केवलं यत् वक्तुम् इष्टवान् नाम तत्र आकृतिः स्थूलरीत्या नाम तत्र पक्षः भवति, हेतुः भवति, अपि तत्र स्वात् इति किमपि भवति, तदनन्तरं तत्र दृष्टान्तम् उदाहरणं भवति इति. तत्र किन्तु सर्वं पश्यामः. अस्तु, तर्हि तत्र नरसिंहगिरि महोदय पठति वा? धन्यवादः. हा, धन्यवादः. आम् महोदय. तत्र अत्र पठितुं न शक्नोति चेत् महोदय तत्र लिङ्क् प्रेषितवान्. पठामि. अनुमानप्रमाणं विभाग अतिरिक्तगुणः. विभागसाधकम् अनुमानं किम् इति चेत् आश्रयनाश अजन्यगुणनाश समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वं गुणनाशत्वात् पाकजरूपनाशवत्. घटपटयोः संयोग इति स्थितौ घटपटात् विभक्तः, अनेन च घटपटयोः संयोगनष्टः. आश्रयनाश अजन्यगुणनाश इत्यनेन आश्रयनाशेन अजन्यगुणनाशः. अत्र गुणः इत्युक्तौ संयोगः, आश्रय इत्युक्तौ घटपटः च. अस्मिन् दृष्टान्ते न घटनष्ट न वा पटः, किन्तु घटपटयोः संयोगनष्टः. अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाश इति पदार्थः सिद्ध्यति. अत्र तादृशसंयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाश अजन्यगुणनाश. अनुमानं वाक्यमस्ति आश्रयनाश अजन्यगुणनाश समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानवाक्यम्. अत्र दृष्टान्तमस्ति, संयोगस्य दृष्टान्तं दत्तमस्ति. संयोग इति एकं गुणमस्ति, घटपटयो मध्ये संयोगः भवति. अत्र संयोगस्य आश्रयः भवति घट वा पट इति भवति. इदानीं संयोगः नश्यति चेत् तत्र घटपटात् विभक्तः चेत् संयोगनष्टं भवति. संयोग इति गुणनष्टं भवति, परन्तु ते गुणस्य आश्रय यत् अस्ति घट वा पट तेषां नाशः न भवति. अतः अत्र अस्ति आश्रयनाश अजन्यगुणनाश इति. आश्रयनाशेन अजन्यमस्ति गुणनाश इति. आश्रयनाशेन अजन्य आश्रय तत्र नाशः न भवति, केवलं गुणनाशः भवति. आश्रयनाशेन अजन्यगुणनाश इति अत्र दत्तमस्ति. अत्र गुण इत्युक्तौ संयोग, आश्रय इत्युक्तौ घटपटः. अस्मिन् दृष्टान्ते न घटः नष्ट न वा पटः, तेषां स्थितिः तु समानमस्ति. पूर्वं यदस्ति तदेव अस्ति, परन्तु संयोग इति नष्टमस्ति. ते इदानीं विभक्तमस्ति. अतः अनेन सर्वजनसिद्धप्रत्ययेन सर्वजन अङ्गीकृतप्रत्ययेन तत्र ज्ञानेन संयोगनाश इति पदार्थः सिद्ध्यति. अत्र तादृशसंयोगनाश आश्रयनाशेन न जातः इति कृत्वा तत्र आश्रयनाश अजन्यगुणनाश इति. तत् प्रथमवाक्यं यदस्ति आश्रयनाश अजन्यगुणनाश, तस्य विवरणमस्ति अत्र आचार्य. हा, समीचीनं महोदय, समीचीनं. तर्हि तत्र सम्यक् अस्ति महोदय. तर्हि तत्र गुणनाशः, तादृशगुणनाशः अत्र संयोगनाशः. तत्र संयोगः नश्यति, किन्तु एषः नाशः आश्रयनाशेन, नाम समवायिकारणं यदस्ति तस्य नाशेन एषः नाशः न भवति. अतः आश्रयनाशेन एषः नाशः न जातः इति कृत्वा आश्रयनाश अजन्यगुणनाशः इति अस्ति. अतः तत्र प्रथमपदम् आश्रयनाश अजन्यगुणनाशः. गुणनाशः आश्रयनाशेन न अभवत् इति अस्ति. अस्तु, समीचीनं, धन्यवादः महोदय. अस्तु, अग्रे मृणालिनी भगिनी, अग्रे द्वितीयं. धन्यवादः. आमाचार्य, तर्हि तत्र व्यक्तप्रयोगे सम्यक् न व्यस्तप्रयोगे आश्रयनाशेन अजन्यगुणनाशः आश्रयनाशात् अजन्यगुणनाशः द्वयमपि साधु. किन्तु समासप्रसङ्गे यतोहि हेतु तृतीयतत्पुरुषः न भवति, हेतुपञ्चमी तत्पुरुष हेतुपञ्चमी तत्पुरुषसमासश्च भवति अतः अत्र हेतुपञ्चमी तत्पुरुषसमासः विग्रहवाक्यञ्च आश्रयनाशात् अजन्यगुणनाशः कारणविवक्षायां या तृतीया भवति या तृतीया तत्पुरुषसमासे समासः न भवति व्यस्तप्रयोगे किन्तु भवति अवश्यम् व्यस्तप्रयोगे नाम तत्र आश्रयनाशाजन्यगुणनाशः इति समस्तपदं खलु आश्रयनाशाजन्यनाशः इति समस्तपदं तत्र व्यस्तप्रयोगे नाम तत्र समस्तपदस्य विभागं कुर्मश्चेत् तत्र नाम केवलम् एकं पदम् इति नास्ति तत्र विभागं कृत्वा वदामश्चेत् तत्र पदद्वयेन अथवा पदत्रयेण वदामश्चेत् अथ व्यस्तप्रयोगः आश्रयनाशेन अजन्यगुणनाश इति एकविधं नाम यदि विभागं कुर्मश्चेत् आशय तत्र आशयनाशाजन्यगुणनाशः इत्युक्ते किम् इत्युक्ते आशयनाशेन अजन्यगुणनाशः इति एकविधम् अथवा आशयनाशात् अजन्यगुणनाशः इति तर्हि अत्र तृतीया तत्पुरुषः अपि दृश्यते पञ्चमी तत्पुरुषः अपि दृश्यते तृतीया अपि भवति पञ्चमी अपि भवति व्यस्तप्रयोगे द्वयमपि साधु किन्तु अत्र पदं कथम् उत्पन्नम् इत्युक्ते तत्र समासेन उत्पन्नम् इति चिन्तयामश्चेत् तर्हि तत्र किञ्चित् चिन्तनम् आवश्यकं तदेव अत्र उक्तम् अतः किन्तु समासप्रसङ्गे हेतु तृतीया तत्पुरुषः न भवति हेतुपञ्चमी तत्पुरुषसमासश्च भवति अतः अत्र हेतुपञ्चमी तत्पुरुषसमासः विग्रहवाक्यञ्च आश्रयनाशात् अजन्यगुणनाशः इति एव तत्र समासः इति चिन्तयामश्चेत् एकमेव रूपमस्ति नाम हेतु नाम कारणं कारणपञ्चमी तादृश तत्पुरुषसमासः एव भवति अतः विग्रहवाक्यं नाम पदं कथम् उत्पन्नम् इति अवगमनार्थं तत्र विग्रहवाक्यं द्रष्टव्यं तदा एव तत्र पदस्य अर्थः कः इति अवगम्यते अतः अतः आशयनाशात् अजन्यः गुणनाशः इति एव तत्र साधु भवति कारणं वक्तव्यं खलु हेतु अस्ति हेतु वक्तव्यम् कारणविवक्षायां या तृतीया भवति तया तृतीयया तत्पुरुषसमासो न भवति न भवति वा नाम तृतीया तत्पुरुषसमासः न भवति किन्तु व्यस्तप्रयोगे केवलं तत्र यदि वदामः नाम तत्र आशयनाशेन एषः गुणनाशः अजन्यः अस्ति इति केवलं तादृशप्रयोगः भवति चेत् साधु एव किन्तु विग्रहवाक्यम् आशयनाशाजन्यनाश आशयनाश अजन्यगुणनाशः इति पदस्य विग्रहवाक्यं किम् इति प्रश्नः चेत् तत्र पञ्चमी एव भवेत् तावदेव तत्पुरुषसमासो न भवति व्यस्तप्रयोगे किन्तु भवति अवश्यम् तृतीया व्यस्तप्रयोगे तृतीया प्रयोगः कर्तुं शक्नुमः तत्र तत्र तत् साधु अस्ति तत्र कोऽपि दोषः नास्ति इति अस्ति अस्तु अर्थात् तत्र न्यायदृष्टिचिन्तनं भवेत् तदा पञ्चमी प्रयोक्तव्यं लौकिकं नाम पदस्य अत्र न्यायशास्त्रं किमपि नास्ति केवलं तत्र पदम् आशयनाशाजन्यगुणनाशः इति पदमस्ति तत्र तस्य एतत् पदं कथम् उत्पन्नं समासेन उत्पन्नम् इति तत्र समासः कारणम् इति वदामश्चेत् तत्र विग्रहवाक्यं किम् इति प्रश्नः भवति तर्हि विग्रहवाक्ये पञ्चमी एव भवेत्, तृतीया न भवेत् इति तावदेव. अस्तु, समीचीनम्. अस्तु, अग्रे तत्पुरुषसमासस्य किमस्ति तत्र प्रयोगः वा हेतु? यथा अत्र वयं हेतु वदामः खलु पञ्चमी कृते, तृतीयायाः किं? तावदेव अस्ति भगिनि, तृतीया हेतु, हेतुतृतीया नास्ति तत्पुरुषसमासे, हेतुतृतीया नास्ति, हेतुपञ्चमी एव भवति इति उक्तं, तावदेव. अन्यत् किमपि नास्ति, तावदेव. अस्तु, अग्रे तर्हि चन्द्रमति भगिनी, अग्रे अग्रिमम्. समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः उद्देश्यविधेयभावः. समानाधिकरणगुणजन्यः गुणनाशः उद्देश्यविधेयभावः इति न ज्ञायते चेत् विशेषभावः इति चिन्तयता. भगिनी तत्र सम्यक्तया न दृश्यते इति मन्ये, एकनिमिषः तत्र यथा मृणानि भगिनी उक्तवती तथैव तत्र एकनिमिषः तत्र एकनिमिषः भगिनी तत्र दष्टप्रयोगे एकनिमिषः भगिनी एकनिमिषः तत्र किमस्ति तत्र एतत् तदपि नास्ति, कुत्र अस्ति? अस्तु, तत् अत्र एव स्मः. एकनिमिषः भगिनि, तत्र अहं किं कृतवान्? तत्र स्क्रीन् शेरिङ्ग् कुत्र अस्ति इति अपि न दृश्यते मम. अस्तु अस्तु भगिनि, तत्र किञ्चित् बृहत् करोमि, किन्तु प्रश्नः किमपि कोऽपि न लाभः इति मन्ये. अस्तु भगिनि, तत्र पठितुं शक्नोति वा भगिनि चन्द्रमति भगिनि? समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः उद्देश्यविधेयभावः. समानाधिकरणगुणजन्यः गुणनाशः उद्देश्यविधेयभावः इति न ज्ञायते चेत् विशेषणविशेषभावः इति चिन्त्यता. प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः. समानाधिकरणगुणेन जन्यगुणनाशः, अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः. समानाधिकरणगुणः इति विभागः, संयोगनाशः खडे पटे च विभागः अपि तथा खडे पटे इत्यस्मात् विभागः संयोगनाशौ समानाधिकरणौ. समानाधिकरणगुणजन्यः, समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः उद्देश्यविधेयभावः. उद्देश्यविधेयभावः इति एकः अस्ति तत्र, तत् यदि न जानीमः तत्र केवलम् अत्र विशेषणविशेषभावः इति चिन्तयामः अत्र. अतः तत्र किम् इति नाम तत्र किम् उक्तम् इति पश्यामः. तत्र व्याकरणम् इदानीं मास्तु, उद्देश्यविधेयभावः, केवलं तत्र विशेषणविशेषभावः इति चिन्तयामः. ज्ञायते चेत् विशेषणविशेषभावः इति चिन्त्यता. प्रकृतिविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः. प्रकृतिविषयस्य तत्र विभागः इति विषयस्य वा बोधनार्थं द्वयोः सूक्ष्मः एव भेदः, अधिकं भेदः नाम सूक्ष्मः एव भेदः नाम तत्र उद्देश्यविधेयभावः अपि विशेषणविशेष्यभावः तयोः मध्ये सूक्ष्मभेदः एव अस्ति, अधिकं भेदः नास्ति. समानाधिकरणगुणेन जन्य गुणनाशः अत्र समानाधिकरणगुणेन जन्य संयोगनाशः समानाधिकरणगुणेन जन्य गुणनाशः अत्र संयोग समानाधिकरणगुणेन जन्य संयोगनाशः द्वयमपि समान गुणेन जन्यनाशः इत्युक्ते जन्यसंयोगनाशः एव तत्र संयोगनाशः जन्यः अस्ति नाम जन्यः नाम कार्यमस्ति संयोगनाशः कार्यं जन्यमस्ति जन्यम् अपि जनकः नाम जनकम् इत्युक्ते कारणं जन्यः इत्युक्ते नाम कार्यं संयोगनाशः इति कार्यमस्ति तत्र केन कार्यं केन कारणेन भवति इत्युक्ते समानाधिकरणगुणेन अत्र समानाधिकरणगुणः अस्ति विभागः यत्र संयोगनाशः अस्ति नाम घटे पटे च विभागः अपि तत्र एव अस्ति खलु घटे पटे एव अस्ति खलु विभागः अतः विभागः अपि तत्र संयोगनाशः समानाधिकरणौ इति भवति खलु एकनिमिषं भगिनि तत्र एकनिमिषं तत्र अहं इदानीं तत्र गतम् इदानीं पश्यामः तत्र किन्तु तत्र किमस्ति तर्हि तत् कथम् अस्तु अस्तु इदानीं यथा भगिनी उक्तवती प्रायश तदेव कर्तुं शक्नुमः अतः इदानीं दृश्यते वा दृश्यते अस्तु इदानीम् एतत् एतत् कथमस्ति तत्र एतदपि तथैव अस्ति वा अथवा पठितुं शक्यते महोदय सम्यक् अस्ति अहं साधारणतया अस्तु अहं साधारणतया तत्र किञ्चित् पायिण्ट् चेञ्ज् करोमि किन्तु अद्य तत्र एतदेव सम्यक् कृतवान् आचार्य आचार्य तत्र वयम् एन्लार्ज् कर्तुं शक्नुमः तत् अतः तत्र चिन्ता मास्तु वा चिन्ता अस्तु अस्तु तर्हि समीचीनम् अस्तु अस्तु अस्तु तर्हि अग्रे सरामः तर्हि अग्रे तत्र इदानीं पुष्पा भगिनी इदानीं यथा घटे यथा घटे श्यामरूपम् अस्ति तेजः संयोगेन तस्य नाशः भवति इति चेत् तेजः संयोगः च श्यामरूपनाशः च इमौ द्वौ समानाधिकरणौ तेजः संयोगेन घटे विद्यमानश्यामरूपस्य नाशः जायते अतः श्यामरूपनाशः समानाधिकरणगुणजन्यः अत्र समानाधिकरणगुणजन्यः इत्युक्तौ श्यामरूपनाशसमानाधिकरणगुणजन्यः कथं ज्ञायते वाक्यं दृष्ट्वा आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः नाम आश्रयनाशाजन्यगुणनाश समानाधिकरणगुणनाशः तेन जन्यः आश्रयनाशाजन्यगुणनाश समानाधिकरणगुणः तेन कः जन्यः आश्रयनाश अजन्यगुणनाशक आश्रयनाश अजन्यगुणनाशः अजन्यगुणनाशक अस्तु नाम तर्हि तत्र घटे शामरूपम् अस्ति एतत् उदाहरणं पश्यामः तदनन्तरं तत्र किमस्ति इति चिन्तयामः भगिनि तस्मै उदाहरणं वदतु घटे श्यामरूपम् अस्ति तत् श्यामरूपं तेजसंयोगेन नाशः भवति चेत् संयोगः च श्यामरूपनाशः च इमौ द्वौ समानाधिकरणौ आम् संयोगः अपि च श्यामरूपः समान अधिकरणे अस्ति इति समानाधिकरणौ द्रव्ये एव अस्ति इत्यनेन घटे तेजः संयोगेन घटे विद्यमानश्यामरूपस्य नाशः जायते तेजः संयोगेन घटे विद्यमानश्यामरूपस्य नाशः जायते अतः श्यामरूपनाशः इति समानाधिकरणगुणजन्यः अस्तु समानाधिकरणगुणजन्यः ओके तर्हि भगिनि तत्र समानमेव अस्ति अतः अहं तत्र परिवर्तितवान् किन्तु यतो हि अत्र लेखितुं शक्नोमि अतः तत्र अत्र तत्र वयं चिन्तयामः तत्र घटः अस्ति अधिकरणं खलु घटः अधिकरणम् अधिकरणम् अस्ति तत्र कस्य नाशः भवति संयोगेन श्यामरूपनाशः भवति तर्हि रूपस्य नाशः खलु तर्हि श्यामरूपस्य नाशः अथवा तत् केवलं रूपनाशः रूपम् इति वदामः अस्तु रूपम् इति तस्य नाशः रूपं घटे अस्ति रूपनाशः अपि घटे एव भवति अपि संयोगः नाम तेजसंयोगः तदपि संयोगः इति गुणः विनिष्टः खलु तर्हि तेजसंयोगः घटे अपि अस्ति तेजसि अपि अस्ति खलु इदानीं किं सर्वं पश्यामः तत्र किं किम् इति तत्र सर्वं वक्तव्यमस्ति तर्हि तत्र रूपम् इति गुणः खलु आं महोदय तर्हि एषः एतस्य गुणस्य नाशः घटनाशिन भवति वा अस्मिन् प्रसङ्गे एषः रूपस्य नाशः घटनाशिन अभवत् वा अथवा संयोगनाशिन अभवत् वा संयोगनाशेन अभवत् क्षम्यतां संयोगेन अभवत् क्षम्यताम् तेजसंयोगेन रूपनाशः अभवत् आम् अतः रूपस्य नाशः आश्रयनाशेन न अभवत् खलु आश्रयनाशेन नास्ति अतः तत्र किम् उक्तम् अत्र तत्र आश्रयनाश अजन्यगुणनाश अजन्यगुणनाशः रूपस्य नाशः आश्रयनाशेन अजन्यः अस्ति. नाम आश्रयनाशेन न अभवत्. ओ अस्तु अस्तु. लोकनाशः घटनाशेन न अभवत्. न अभवत्. अतः आश्रयनाश अजन्यगुणनाशः. अस्तु. तर्हि रूपस्य नाशः घटनाशेन न अभवत् इति प्रथमपदं खलु. आश्रयनाश आम् महोदय. आश्रयनाशेन अजन्यगुणनाशः. अजन्यगुणनाश. अतः रूपस्य नाशः घटनाशेन अथवा घटनाशात् न अभवत्. न अभवत्. न अभवत् इति अस्ति स्थितिः. इदानीं प्रश्नः उदेति, अस्तु रूपनाशः तु अभवत् घटनाशात् न अभवत्, तर्हि कारणं किम्? रूपनाशं कथम् अभवत्? रूपनाशस्य कारणं किम्? खलु नाशेन घटनाशेन न अभवत्. घटः इदानीमपि अस्ति, अतः किन्तु रूपः नष्टः, रूपं नष्टं. तर्हि रूपनाशः अभवत् आश्रयनाशात् न, एतत् नाशः न अभवत्, नाम आश्रय इदानीमपि अस्ति. तर्हि कारणं किम् इत्युक्ते, तर्हि तेजसंयोगः. अतः तेजसंयोगः कुत्र अस्ति? घटे अस्ति खलु. घटे एव अस्ति, आश्रये एव अस्ति. रूपनाशः कुत्र अभवत्? तत्र एव तेजसंयोगः अपि अस्ति. अस्ति अपि अस्ति. अतः तेजसंयोगः तेजसंयोगः अपि तत्र रूपनाशः, तयोः अधिकरणं तु घटः खलु. आम् आम्. अतः समान अधिकरणे रूपनाशः अपि अस्ति, तेजसंयोगः अपि समान अधिकरणे घटे अस्ति. तेजसंयोगः इति गुणः अस्ति खलु. अतः समानाधिकरणगुणः गुणः अपि अस्ति. तेजसंयोगः गुणः अस्ति. कीदृशगुणः? समानाधिकरणगुणः. समान अधिकरणे एव अस्ति. अपि गुणनाशः कीदृशः इत्युक्ते गुणजन्यः. गुणेन जन्यः नाम गुणेन नाशः अभवत्. संयोगेन रूपनाशः अभवत्. अस्माकं वाक्यमस्ति आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः इति. आश्रयनाश अजन्यगुणनाशः इत्युक्ते अस्माकम् आश्रयमस्ति घटः. आश्रयनाश अजन्यगुणनाशः रूपं घटे अस्ति, आश्रये अस्ति. रूपम् इति गुणः नाशः भवति तेजसंयोगः इति वयं कुर्मः चेत् घटनाशेन ते रूपम् इति गुणः न नाशः भवति. तदेव अजन्य गुणनाशः आश्रयनाश नाश अजन्यगुणनाशः इति. आश्रयनाश अजन्यगुणनाशः इति इत्युक्ते घटनाशेन रूपनाशः नास्ति, परन्तु रूपनाशः इति समानाधिकरणगुणजन्यः. समानाधिकरणगुणः अस्ति तेजसंयोगः. तेजसंयोगः इति समानाधिकरणगुणेन रूपनाशः इति गुणजन्यः. रूपं नाशः भवति, तदेव समानाधिकरणगुणजन्यः भवति. जन्यः नाम कार्यमस्ति. कार्यमस्ति नाम गुणः. समानाधिकरणगुणः अस्ति कारणम्. अत्र तेजसंयोगः अस्ति कारणम्. तेन रूपनाशः इति कार्यम् अभवत्. रूपनाशः इति कार्यम् अतः एव तत्र गुणनाशः इति अस्ति. गुणनाशः कीदृशः इत्युक्ते गुणनाशः आशयनाश अजन्यः अपि अस्ति, समानादिकरणगुणजन्यः अपि अस्ति. आम्, रूपनाशः इति अस्ति. अस्तु, समीचीनं भगिनि. इदानीं शोभा भगिनी स्वशब्दैः एकवारं वदति वा? आम् महोदय. अस्तु, तत्र पदद्वयं, आशयनाशाजन्यगुणनाशः समानादिकरणगुणजन्यः इति. आम्, आशयनाशात् एकवारं दृष्ट्वा तत्र. अस्तु, आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः इति. तत्र इत्युक्ते इदानीं तत्र घटः अस्ति, तस्मिन् घटे रूपम् अस्ति, अपि च तत् श्यामरूपम् अस्ति. इदानीं तत्र तेजसंयोगः भवति यत्र तस्मिन्नेव घटे, तस्मिन्नेव आश्रये यत् घटे तेजसंयोगः भवति, तेन कारणेन श्यामरूपं नश्यति. इदानीं तत्र नष्टः श्यामरूपः, नष्टं श्यामरूपं रूपस्य आश्रयः घटः, तस्य कारणं तेजसंयोगस्य अपि आश्रयः घटः. तर्हि तत्र समानाधिकरणौ भवतः इदानीं तौ. प्रथमतया तत्र प्रथमपदस्य विवरणं वदतु आरम्भे. हा, अस्तु. तर्हि तत्र प्रथमपदस्य विवरणम् इत्युक्ते आश्रयनाश अजन्यगुणनाशः. आश्रयनाशः अजन्य इत्युक्ते तत्र आश्रयनाशजन्यगुणनाशः इति स्वीकुर्मः चेत् तत्र घटस्य नाशः भवेत्, तथा नास्ति. इदानीम् आश्रयनाश अजन्यगुणनाशः इत्युक्ते गुणनाशः येन कारणेन अथवा यस्मात् जन्यः अभवत् इत्युक्ते यस्मात् अजन्य अभवत् इत्युक्ते आश्रयनाशात् इति तु न इति वक्तुं शक्नुमः तत्र. आश्रयनाशात् अजन्यः वा अथवा जन्यः वा? अजन्यः इत्युक्ते तत्र आश्रयस्य नाशः एव न अभवत् खलु. समीचीनं. तर्हि आश्रयस्य नाशः एव न अभवत्, तत् भिन्नरीत्या उक्तमस्ति. आश्रयनाश अजन्य इत्युक्ते यत् गुणनाशः अभवत् तत् आश्रयजन्यात् आश्रयनाशात् तु न अभवत् इति. यतोहि आश्रय इदानीमपि अस्ति, इदानीमपि अस्ति, अतः भिन्नरीत्या उक्तं तत्र. गुणनाशः अभवत्, गुणनाशः अभवत्, किन्तु केन जन्यं गुणनाशः, जन्यः गुणनाशः इत्युक्ते तत्र केन जन्य इति न वक्तुं शक्नुमः तत्र, केन अजन्यः गुणनाशः इति एव वक्तव्यम्. केन अजन्यः इत्युक्ते आश्रयनाश अजन्यः इत्युक्ते अर्थः तु तत्र आश्रयस्य नाशाय नाशः एव न अभवत् इति. गुणस्य नाशः अभवत् किन्तु आश्रयस्य न, आश्रयस्य न अभवत्, अतः गुणनाशं प्रति आश्रयनाशं कारणं नास्ति. नास्ति, आमां, गुणनाशं प्रति आश्रयनाशं कारणं नास्ति इति अत्र वक्तव्यम् अस्ति. तादृशस्थितिः, तादृशी स्थितिः अत्र अस्ति. आमां, वयं जानीमः घटनाशनरूपं रूपनाशः भवति, आम्, किन्तु तत्र न अभवत्. आम्, अत्र तथा नास्ति, तथा नास्ति उक्तम्. अतः इदानीं केन जन्यः, क्षम्यताम्, केन जन्यः इत्युक्ते समानाधिकरणगुणजन्यः. इदानीं तत्र समानाधिकरणे यत् गुणः स्थितः अस्ति तेन जन्यः भवति. इदानीं तत्र समानाधिकरणम् इत्युक्ते अधिकरणं तु तत्र घटः, समानाधिकरणम् इत्युक्ते रूपं विहाय अन्यः गुणः अपि तत्र अस्ति इति. सः गुणः तु तेजसंयोगः. अधिकरणं कस्य अधिकरणम् अत्र? इदानीं तत्र रूपस्य अधिकरणं तु अस्ति, इदानीं समानाधिकरणम् इति साधनीयम् अस्ति. तत्र समानाधिकरणं किन्तु अधिकरणं रूपस्य न, रूपनाशस्य अधिकरणं नाम रूपनाशः कुत्र अभवत् इति. यतोहि अस्तु अस्तु तस्य साधनम् इदानीं क्षम्यतां, रूपनाशस्य अधिकरणं किम् इत्युक्ते घटः. तर्हि तस्मिन्नेव घटे अन्यः गुणः अपि भवेत् तर्हि समानाधिकरणं भवति तस्य नष्टरूपस्य. तर्हि तदस्ति तेजसयोगः. तस्मिन्नेव घटे तदपि आधेयरूपेण तिष्ठति इत्यतः इदानीं समानाधिकरणौ तेजसंयोगः अपि रूपं भवतः. रूपनाशः, क्षम्यतां, नष्टरूपम् इति वक्तुं शक्नुमः वा? नष्टरूपं रूपनाशः, तेजसंयोगः अपि च नष्टरूपं समानाधिकरणौ नष्टरूपमपि मास्तु भगिनि. यतोहि नष्टरूपम् इति पुनः रूपमेव भवति. रूपं नष्टम् इति नाम तत्र कीदृशं रूपम् इति, नष्टरूपम् इति विशेषणं भवति. अतः रूपस्य नाशः, नाशः इति भिन्नम् अस्ति. रूपस्य नाशः, रूपस्य नाशः, आम् आं महोदय, रूपस्य नाशः अपि च तेजसंयोग संयोगः इत्यनयोः समानाधिकरणं भवति घटः. अतः इदानीं तत्र जन्यः इति अस्ति, अतः समानाधिकरणगुणजन्यः इति उक्तम् इत्युक्ते सः जन्यः. अत्र समानाधिकरणगुणजन्यः इति अस्ति, तद् कं सूचयति? गुणनाशं सूचयति, गुणनाशं सूचयति. यतोहि तत्र पूर्वस्मिन् पदे गुणनाशः येन न जन्यः इति उक्तम्, इदानीं केन जन्यः इत्युक्ते तत्र समानाधिकरणगुणजन्यः, समानाधिकरणकरणेन जन्य गुणजन्यः रूपनाशः. समानाधिकरणगुणेन जन्यः इति समानाधिकरणगुणेन, क्षम्यतां, समानाधिकरणगुणेन जन्यः. यतोहि तत्र तेजसंयोगः इति समानाधिकरणगुणः गुणः अस्ति. उत्तमं, अतः तेन जन्यः. अतः तत्र वदतु भगिनि. तदेव, तत्र घटस्य किमपि कारणं नास्ति. कारणं तत्र समानाधिकरण गुणः, यत् संयोगः तेजसंयोगः अस्ति तेन जन्यः प्रति कारणम् अस्ति. समीचीनम्, उत्तमं भगिनि, धन्यवादः. अस्तु, अग्रे नीता भगिनि स्वशब्दैः. अत्र प्रथमतः तु उदाहरणमस्ति तेजसंयोगेन घटस्य श्यामरूपनाशः अभवत् इति. अधुना तेजसंयोगेन घटस्य श्यामरूपनाशः प्रथमतः तु आश्रयः, रूपस्य नाशः तस्य आश्रयः अस्ति घटः, तेजसंयोगः तस्य अपि आश्रयः अस्ति घटः एव. अधुना आश्रयनाश अजन्यगुणनाशः यत्र तत्र घट गुणनाशः यद्दृश्यते, रूपस्य नाशः इति गुणः, तत् गुणनाशः यत्र दृश्यते, गुणनाशः घटस्य आश्रयस्य आश्रयरूपघटः यः अस्ति तस्य नाशात् न जन्यः. इत्युक्ते आश्रयनाशात् अजन्यः, आश्रयनाशात् अजन्यगुणनाशः. इत्युक्ते आश्रयनाशात् गुणजन्यः, गुणनाशः जन्यः इति वक्तुं न शक्नुमः. अतः तत्र आश्रयनाशात् घटस्य नाशः न उद्भवति अत्र. अतः यः रूपस्य नाशः इति गुणः, सः रूपस्य नाशः गुणः नास्ति, केवलं रूपस्य नाशः एव तावत्. तत् रूपस्य नाशः घटस्य नाशात् न जन्यः इति आश्रयनाशात् अजन्यगुणनाशः एतावत्. अधुना समानाधिकरणगुणजन्यः इत्युक्ते तत्र तेजसंयोगेन श्यामरूपनाशः इति अभवत्. तत् तेजसंयोगः अपि तस्य अधिकरणं तेजसंयोगस्य अधिकरणम् अपि घटरूपेण तत्र समानाधिकरणं वर्तते. रूपनाश रूपं नाशः तेजसंयोग द्वयोः समानाधिकरणं घट एव. तत् समानाधिकरणगुणजन्यः इत्युक्ते तत्र तेजसंयोगेन वा तेजसंयोगात् रूपनाशः तत् अधिकरणं समान एव अस्ति. इत्युक्ते तत्र अधिकरणघटरूपेण एव आगच्छति द्वयोः कृते. अतः द्वयोः कृते घट एव अधिकरणं समानाधिकरणं तत्र वर्तते. अतः तत् समानाधिकरणगुणजन्यः रूपनाशः इति समानाधिकरणात् तेजसंयोगात् अभवत्. अतः तत् समानाधिकरणगुणजन्यः इति वक्तुं शक्नुमः. समीचीनं तावत्. तर्हि अत्र समीचीनं भगिनि, अत्र रूपनाशः, रूपं नश्यति, रूपनाशः अभवत्. रूपनाशः इदानीं घटे वर्तते खलु. इदानीं प्रश्नः शोभा भगिनी, तत् नष्टरूपम् इति उक्तवती, अनन्तरं भवान् उक्तवान् तत् नष्टरूपः इति वक्तुं न शक्नुमः. तत् किमर्थं तत् न नाम नष्टरूपम् इत्युक्ते यथा श्यामरूपम् इति रूपस्य विशेषणं नाम श्याम इति रूपस्य एकविधम् अस्ति खलु श्यामरूपम्, अतः विशेषणम् अस्ति. तथैव नष्टरूपम् इत्युक्ते रूपं यदस्ति किन्तु इदानीं नष्टम् अस्ति तावदेव, किन्तु रूपमेव सूचयति. किन्तु वयं रूपम् इति न वक्तुं नाम रूपं नष्टरूपम् इति पुनः नष्टरूपम् इति गुणः एव आग्भवति. किन्तु रूपनाशः नाम घटः भिन्नः, घटनाशः भिन्नः खलु. तथैव नष्टरूपं भिन्नं, रूपनाशः भिन्नं भिन्नः. समीचीनम् अस्तु अस्तु आम् नाशः नाम तत्र नाशः भिन्न अन्य अन्यपदार्थः, रूपं नास्ति, रूपनाशः अस्ति. अतः तत्र इदानीं तत्र रूपनाशः यदस्ति तस्य कारणं किम् इत्युक्ते कारणं कुत्र भवेत् रूपनाशस्य कारणं? वयं जानीमः कार्यकारणभावः इति यदि चिन्तनं कृतवन्तः तत्र कारणं कुत्र भवेत्? कारणं तत्र समानाधिकरणे एव कार्यस्य अधिकरणे एव भवेत्. अतः अथवा रूपनाशस्य कारणमपि घटे एव भवेत् खलु. अतः एव तत्र तेजसंयोगः समानाधिकरणगुणः. तेजसंयोगः कारणम् इति वदामश्चेत् तेजसंयोगः समानाधिकरणगुणः भवेत्, नो चेत् तत्र रूपनाशं प्रति कारणं न भवितुमर्हति. कारणं कार्यं समानाधिकरणौ खलु, समानाधिकरणे. अतः एव तत्र तत्र गुणनाशः अभवत् किन्तु आशयनाशात् न अभवत्. तर्हि गुणनाशस्य कारणम् आशयनाशः नास्ति, तर्हि कारणं किम् इत्युक्ते ओ अस्तु गुणनाशः तत्र समानाधिकरणगुणेन गुणेन अभवत् रूपनाशः गुणनाशः इति. समानाधिकरणगुणेन रूपनाशः जन्यः इति इति समीचीनम् अस्तु समीचीनम् अस्तु समीचीनम् अस्तु. अग्रे नरसिंहदेव महोदय, इदानीम् अन्यत् उदाहरणं स्वीकृत्य एतदेव करोतु महोदय. तत्र यथा श्यामरूपं तद्वत् घृते द्रवत्वम् नरसिंहरेड्डि महोदय अस्ति वा? न श्रूयते. अस्तु तर्हि तत्र मृणालिनी भगिनी भवती वक्तुं शक्नोति वा? आम् आचार्य, किं वदामि? तत्र घटे एतावत् तत्र श्यामरूपनाशं प्रति तेजसंयोगः कारणम् आसीत्, किन्तु इदानीं तत्र घृते द्रवत्वम् इति गुणः अस्ति, अतः घृते तेजसंयोगेन तत्र द्रवत्वं नश्यति, तर्हि द्रवत्वनाशः इति तेजसंयोगेन भवति. किन्तु तत्र आशयनाश अजन्यगुणनाश समानाधिकरणगुणजन्यः इति तत्र कथं सङ्गच्छते इति किञ्चित् वदति वा? यथा श्यामरूपं तद्वत् घृते द्रवत्वं, घृते तेजसंयोगः आनीयते चेत् तेजसंयोगेन च घृते विद्यमानद्रवत्वरूपनाशः जायते. अतः अत्र द्रवत्वनाशः तेजसंयोगः च इमौ समानाधिकरणौ, अपि च द्रवत्वनाशः समानाधिकरणगुणजन्यः. द्रवत्व अर्थात् तु फ्लो अर्थं खलु आचार्य? तत्र नाशः न भवति, तत्र तु उत्पन्नः भवति खलु तेजस्संयोगः. नाम तत्र ढै भवति, अतः तत्र इट् नो लाङ्गर् फ्लोस् इति अर्थः तावदेव. मम चिन्तनमस्ति घृतम् अर्थात् घी, रैट्? तत्र आम् तर्हि तेजस्संयोगेन द्रवत्वम् आगच्छति इति मम चिन्तनम् अस्ति. किन्तु तत्र बहु किमपि तेजसंयोगः भवति चेत् तत्र तत्र किमपि न भवति इति चिन्तयामः तावदेव. ओ, तत् नष्टं भवति इति. यज्ञे वयं पूरयामः तर्हि तत् तादृशं. किन्तु अत्र किन्तु समी तादृशं किन्तु तत्र घृतम् इदानीमपि अस्ति इति चिन्तनं नाम तत्र यतोहि तत्र आशयः न नष्टः, आश्रयम् आवश्यकम्. अतः वदतु भगिनि तर्हि. तर्हि अत्र घृतम् इति भवति आश्रयः, द्रवत्वम् इति गुणः, द्रवत्वम् इति गुणः घृते तिष्ठति. इदानीं तस्मिन्नेव अधिकरणे तेजस्संयोगः जायते, तर्हि घृते तेजस्संयोगः जायते, अनेन किमस्ति द्रवत्वम् अत्र नष्टं भवति इति वक्तमस्ति खलु? तर्हि समानाधिकरणे अर्थात् घृते घृते द्रवत्वं तथा नाम आश्रयनाश अजन्यगुणनाशः इति तस्य विवरणम्. आश्रयः अस्ति अत्र घृतं, तर्हि आश्रयनाशात् अर्थात् घृतात् अजन्यगुणनाशः, तर्हि आश्रयनाशात् न जन्य अयं गुणनाशः. कः गुणः? अत्र गुणः अस्ति द्रवत्वम् इति. तर्हि द्रवत्वनाशः, द्रवत्वनाशस्य कारणं किम् अस्ति? द्रवत्वनाशस्य कारणम् आशयनाशं नास्ति, तर्हि किं कारणम् इति एव. नास्ति आशयनाशं कारणं नास्ति द्रवत्वनाशं प्रति. समानाधिकरणगुणजन्यः अस्ति, तर्हि कः समानाधिकरणजन्यः? अत्र तेजसंयोगः यत् तस्मिन्नेव द्रव्ये अर्थात् घृते जायते, तेन तेजसंयोगेन तेजसंयोगेन अर्थात् समानाधिकरणेन समानाधिकरणगुणेन जन्यः. कः गुणः? तेजसंयोगः इत्यनेन नष्ट इति इदानीं यद् गुणमस्ति खलु द्रवत्वम् इति, तर्हि समानाधिकरणम् अर्थात् तेजस्संयोगे संयोगजन्यगुणनाशः इति. तर्हि जन्यः नाम किम् अस्ति? जन्यः नाम जन्यः आश्रय नाश जन्यः इत्युक्ते जन्यः इति अर्थः जन्य इति पदस्य अर्थः अत्र किमस्ति? जन्यः अर्थात् कारणं कार्यं कार्यं नाम अथवा तत्र तस्मात् प्राक् यदस्ति तद् कारणमस्ति. समीचीनं. समानादिकरणगुणः जन्यः इत्युक्ते समानादिकरणगुणः इति कारणं तेन जन्यः इति नाम अत्र गुणनाशः तेन जन्यः नाम द्रवत्वनाशस्य कारणम् आश्रयनाशः नास्ति इति जानीमः. तर्हि गुणस्य नाशस्य कारणं किम् इत्युक्ते अस्तु अस्मिन्नेव अधिकरणे आश्रये अन्यः गुणः अस्ति तस्मात् गुणात् एतस्य गुणस्य नाशः अभवत्. अतः अन्यः गुणः समानाधिकरणे अस्ति समानाधिकगुणगुणः समानाधिकरणगुणः यः अस्ति तस्मात् एतस्य गुणस्य नाशः अभवत्. समानाधिकरणगुणचर्या अतः समानाधिकरणस्थिते तेजस्संयोगेन जन्यः गुणेन जन्यः नाम गुणेन एतत् एषः नाशः अभवत्. अन्येन गुणेन कार्यमस्ति आश्रय नाश अजन्य द्रव कार्यमस्ति गुणनाशः कार्यमस्ति गुणनाशः गुणनाशः केन तस्य कारणं किमस्ति? आशयनाशः नास्ति यतोहि आशयनाश अजन्यः अस्ति एषः गुणनाशः. अतः गुणनाशस्य कारणम् आशयनाशः नास्ति किन्तु एषः गुणनाशस्य कारणं किमस्ति? समानाधिकरणगुणजन्यः नाम समानाधिकरणगुणः एव एतस्य गुणनाशस्य कारणम् अस्ति इति अस्ति. समीचीनम्. अस्तु अतः तत्र वयम् इदानीं तत्र अनुमानवाक्ये प्रथमपदद्वयस्य अवगमनं प्राप्तवन्तः. अस्तु अग्रे तर्हि तत्र चन्द्रमती भगिनी अग्रे. प्रकृते आश्रयनाशजन्यगुणनाशः नाश अजन्य नाश अजन्य आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशजन्यगुणनाशत्वात् नाशवत् इति अनुमानस्य स्वरूपम् अनुमानवाक्यस्य च चत्वारः भागाः पक्षः साध्यं हेतुः दृष्ट्वन्तः. प्रकृते प्रकृते इत्युक्ते प्रकृति तस्मिन् इति वा प्रकृते नाम अस्मिन् मूलविषये मूलविषये आश्रयनाशजन्यगुणनाशः उदाहरणे रूपस्य नाशः आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्युक्ते तेजसंयोगेन जन्यः. समीचीनम्. आश्रयनाशजन्यगुणनाशत्वात् गुणनाशत्वात् एतत् वयं न जानीमः एतावत् तत्र अर्थः कः इति न जानीमः अस्य. किन्तु अनुमानस्य पाकजरूपनाशवत् पाकज रूपनाशवत् पाकजम् इत्युक्ते किमपि भगिनि केवलं पदमस्ति इति एव चिन्तनं इति अनुमानस्य स्वरूप एतत् तादृश अनुमानस्य स्वरूपम् अस्ति अनुमानम् इति ज्ञानम् अनुमानमिति ज्ञानं यदि वदामः तर्हि तत्र अनुमानवाक्ये अनुमानवाक्यम् एतादृशं स्वरूपम् अस्ति आश्रयजन्य भगिनि अत्र एतदस्ति अनुमानवाक्यम्, अनुमानवाक्ये तत्र प्रथमपदं द्वितीयपदं एकनिमिषः वाक्ये प्रथमपदं द्वितीयपदं तृतीयपदं चतुर्थपदम् इति अस्ति खलु. तत्र अनुमानस्य स्वरूपम् एतादृशम् अस्ति. अत्र अग्रे अनुमानवाक्यस्य चत्वारः भागाः सन्ति. तदेव पक्षः, साध्यं, हेतुः, दृष्टान्तः इति चत्वारः भागाः सन्ति. भागाः सन्ति. इदानीम् अग्रे तत्र चत्वारः तत्र भागाः के इति अग्रे तत्र अग्रे अस्ति. तत्र उषा भगिनी अग्रे पठति वा तर्हि. अस्तु महोदय. अनुमानस्य बोधनार्थं पर्वतः वह्निमान् धूमात् यथा महानसम् इति वाक्यं परिशीलयाम. पर्वतः पक्षः यत्र साधयितुम् इच्छामः सः पक्षः. पर्वतः इति पक्षः यत्र साधयितुम् इच्छामः सः पक्षः इत्युक्ते पर्वते साधयितुम् इच्छामः. किं साधयितुम् इच्छामः? वह्निं साधयितुम् इच्छामः. तदर्थं वह्निः वह्निः साधयः साध्यः. तदर्थं वह्निः साध्यः साध्यः. वह्निं साधयितुम् इच्छामः कुत्र? पर्वतरूपिपक्षे पर्वतः पक्षः. अधुना धूमः हेतुः कारणं यथा महानसम् इति दृष्टान्तः. महानसम् इत्युक्तौ पाकशाला. महानसे धूमः अस्ति चेत् वह्निः अस्ति इव वह्निः अस्ति एव इति अस्माकम् अनुभवः. महानसम् इत्युक्तौ पाकशाला. महानसे धूमः अस्ति चेत् वह्निः अस्ति एव इति अस्माकम् अनुभवः. तदर्थं दृष्टान्तत्वेन उपयुज्यते. आहत्य पर्वते धूमः अस्ति अतः वह्निः अपि अस्ति यथा महानसे इति अनुमानप्रयोगः. अस्तु. पूर्वं वयं दृष्टवन्तः दीर्घवाक्ये पक्षः, साध्यं, हेतुः, दृष्टान्तः इति चतुर्भागम् अस्ति. चत्वारः भागाः सन्ति. अस्तु. अनुमानस्य बोधनार्थं पर्वतः वह्निमान् धूमात् यथा महानसम् इति वाक्यं परिशीलयाम. पर्वतः इति पक्षः. यत्र साधयितुम् इच्छामः सः पक्षः. पूर्वं यत्युक्तं पक्षः इति एकं भागं. तत् यत्र साधयितुम् इच्छामः सः एव पक्षः इति वदामः. तत्र एतद् उदाहरणं तत्र प्रसिद्धम् उदाहरणं नाम पर्वतः वह्निमान् धूमात् यथा महानसम् नाम कोऽपि तत्र पर्वते धूमं पश्यति. धूमं दृष्ट्वा धूमं पर्वते अस्ति इति धूमः पर्वते अस्ति इति दृष्ट्वा सः चिन्तयति पर्वते वह्नि अपि अस्ति इति खलु. आम् आम् महोदय. अतः तत्र वह्निमान् पर्वतः वह्निमान् वह्निमान् नाम मतुप् वह्निः पर्वते अस्ति अस्ति वह्निः पर्वते अस्ति इति चिन्तयामः. अतः पर्वतः पर्वतः वह्निमान् इति साधयितुम् इच्छामः. पर्वतः वह्निमान् कथं नाम किं कारणं? धूमः पर्वते वर्तते धूमात् अपि तत्र साधारण अनुभवः महानसे यथा अस्ति तथैव अत्रापि इति साधारणरीत्या चिन्तयामः. किन्तु इदानीं तत्र उदाहरणं बहु उत्तममस्ति. एतेन उदाहरणेन तत्र पक्षः कः, हेतुः कः, साध्यः कः, अपि दृष्टान्तः, एतत् सर्वं जानीमः. तदा एव तत्र एतत् अस्ति चेत् तत्र अनुमानवाक्यं यदा वयं पठामः तत्र ओ एते अंशाः सन्ति वा, कः तत्र पक्षः कः, साध्यं किं, हेतुः कः, दृष्टान्तः कः इति आरम्भे प्रथमसोपानमस्ति. तत् किं किं किं दृष्टान्तं, दृष्टान्तम् अत्र किम् अस्ति, हेतुः कः अस्ति अस्मिन् अनुमानवाक्ये, एतत् सर्वं परिशीलनीयं भवति. अनन्तरमेव तत्र अनुमानं कथं साधितम् अस्ति वा अथवा न साधितम् इति अग्रिमप्रश्नः भवति. किन्तु अत्र एकवारं पुनः एकवारं पठतु भगिनि, तत्र निमिषद्वयं किञ्चित् स्वीकृत्य. पर्वतः पक्षः यत्र साधयितुम् इच्छामः सः एव पक्षः अस्तु. इत्युक्ते पर्वते साधयितुम् इच्छामः, किं साधयितुं, किं वयं पर्वते अस्ति इति साधयितुम् इच्छामः इति चेत् वह्निं वह्निम् इति पर्वते अस्ति इति साधयितुम् इच्छामः. तदर्थं वह्निः इति साध्यः यत् यत् वयं फैनलि साधयितुम् इच्छामः, तदर्थं वह्निः साध्यः. वह्निं साधयितुम् इच्छामः कुत्र? पर्वत पर्वतरूपिपक्षे, पर्वते इति पर्वतरूपिपक्षे वयं वह्निम् अस्ति इति साधयितुम् इच्छामः, अधुना धूमः हेतुः, धूमः इति हेतुः तदेव दृश्यते. धूमः हेतुः कारणम् हेतुः इति कारणम्. यथा महानसम् इति दृष्टान्तः, महानसम् इत्युक्तौ पाकशाला, वयं जानीमः पाकशाला, महानसे धूमः अस्ति चेत् वयं जानीमः वह्निः अस्ति एव इति अस्माकम् अनुभवः अस्ति. तदर्थं दृष्टान्तत्वेन तदेव दृष्टान्तत्वेन अत्र उपयुज्यते, तदेव दृष्टान्तम् इति दृष्टान्तत्वं अस्ति इति कृत्वा तेन अवगमनं भवति अत्र एतादृशम् अस्ति खलु, अतः तत्र अन्यत्रापि तादृशमेव भवति, यथा दृष्टान्ते अस्ति तथैव अत्रापि अस्ति इति साधयितुं स्मारण्यं भवति. आहत्य पर्वते धूमः अस्ति अतः वह्निः अपि अस्ति यथा महानसे इति अनुमानप्रयोगः. पर्वते धूमः दृश्यते, तर्हि यद्यपि वह्निः न दृश्यते तथापि वयं जानीमः वह्निः निश्चयेन पर्वते वर्तते. यथा महानसे धूमः अस्ति चेत् वह्निः अपि वर्तते, तथैव पर्वते अपि इति अनुमानप्रयोगः भवति. अस्तु, तर्हि अग्रिमे वर्गे तत्र अनुमानस्य परिशीलनं भवति. तत्र एतावत् तत्र पक्षः, साध्यं, हेतुः, दृष्टान्तः, अपि तत्र पक्षधर्मता, एतत् सर्वम् अग्रे भवति, पश्यामः. किन्तु अनुमानं बहु समीचीनं भवति, अग्रिमे वर्गे पश्यामः. अस्तु, तर्हि धन्यवादाः, नमस्कारः. धन्यवादः. धन्यवादः.